तर्हि अद्यतनविषये एकनिमिषम् कृतवती मन्ये तर्हि अद्यतन विषयः अस्ति अगादिगणे अजन्तदातवः इति. गतसप्ताहे वयं इं गतौ इति धातोः रूपाणि दृष्टवन्तः. तर्हि तस्मिन्नेव विषये किञ्चित् अग्रे चिन्तनम् आसीत् ह्यः इति मन्ये. महोदय रामप्रिया भगिनी वा अस्ति वा इं धातोः विषये किञ्चित् कार्याणि किं किं भवन्ति इति खलादिपित्वजादिपित्व नमस्ते. किञ्चित् सर्वे बहिर्गत्वा आगन्तुं शक्यते वा? नमस्ते. नमस्ते भव्या अस्मि. नमस्ते नमस्ते. नमस्ते. नमस्ते भव्या अस्मि. नमस्ते भव्या अस्मि. अस्तु नमस्ते. अद्यतनविषयः अस्ति अदादिगणे अजन्तदातवः इति. गतसप्ताहे किं धातोः रूपाणि दृष्टवन्तः. तर्हि तदेव अभ्यासरूपेण पुनरभ्यासरूपेण किञ्चित् दृष्ट्वा अग्रे गच्छेन. तर्हि रामप्रिया भगिनी वदति वा किं धातोः चिन्तनं कथं भवति? अत्र एकः प्रश्नः आगतः पूर्ववर्गे लुङ् लङ् लुङ् षु ष्वडुदातः आडजादीनाम् इनोयन् सूत्रयोः मध्ये किं परसूत्रं वा विप्रतिषेधे परं कार्यं करोति वा न वा इति एव प्रश्नः. आयन् इति रूपम् आगच्छति लङ्लकारे प्रथमपुरुष बहुवचने तस्य आगमनं कथम् इति लुङ् लङ् लङ् लृङ् षु ष्वडुदातः आडजादीनां द्वे सूत्रे अपि अङ्गकार्यं भवति, इणोयण् अपि अङ्गकार्यं भवति. इणोयण् परसूत्रमस्ति, अतः विप्रतिषेधे परं कार्यम् अत्र कार्यं करोति वा इणोयण् परत्वात् एव प्रथमम् आगच्छति वा न वा इति एव प्रश्नः. इणोयण् आगच्छति चेत् यणादेशः भवति, इकारस्य स्थाने यकारः आगच्छति. यदा आगच्छति चेत् धातुः हलादिः भवति, अतः लुङ् लङ् लुङ् षु ष्वडुदात् एव अत्र कार्यं करोति. अडागमः एव भवति, न तु आडागमः. तदा तु अयन् इति रूपं भवति, न तु आयन् इति. किमर्थम् एवं न भवति इति प्रश्नः अस्ति पूर्वकक्षायां. हेम भगिनि पठति वा अत्र प्रश्नवदति इत्यर्थे? आं महोदय, पठिष्यामि. अत्र प्रश्नः उदेति, लुङ् लङ् लृङ् षु अडुदातः आडजादीनाम् अपि अङ्गकार्यम्, इणोयण् अपि अङ्गकार्यम्, इणोयण् परसूत्रम्, अतः किमर्थं न विप्रतिषेधे परं कार्यम् इत्यनेन इणोयण् परत्वात् प्रथमं स्यात्. ईयोगः अन् इणोयण् इत्यनेन यणादेशः, तर्हि यकारः योगः अन्, अधुना धातुः हलादिः, अतः लुङ् लङ् लृङ् षडुदातः इत्यनेन अडागमो न तु आडागमः, तदा रूपम् अयन् स्यात् न तु आयन्. किमर्थम् एवं न भवति? अस्य विवरणमेव इदानीं रामप्रिया भगिनी उक्तवती. तर्हि अग्रे अस्ति अत्र वार्ता, एवं पठामि वा महोदय अग्रे उक्तवती किल? अत्र वार्ता एवं यत् लावस्थायाम् एव अट् आट् भवति, अतः आगमः प्रथमं कार्यं, लकारस्य एव आगमः अयं, लुङ् लङ् लृङ् ष्वडु अडागमः आडागमः च भवतः, अतः निमित्तं लकारः एव इति कारणतः इदं कार्यं प्रथमम्. अनन्तरं लकारस्य स्थाने किं प्रत्ययादेशो भवति, तिङ् निमित्तकं कार्यं च. इणोयन् इत्यनेन इण् धातोः यण् आदेशः भवति अजादिप्रत्यये परे, इदं कार्यं प्रत्ययनिमित्तं, किन्तु लुङ् लङ् लृङ् षडुदातः आडजादीनां चेति अनयोः कार्यं लकारनिमित्तम्, अतः सर्वप्रथमं लकारनिमित्तकः आगमः. अत्र अत्र विवरणम् एवम् अस्ति, यदि वयं धातुं कोऽपि धातुं स्वीकुर्मः, कमपि धातुं स्वीकुर्मः, तर्हि प्रथमं धातु योगः लकारः, लकारः अपि प्रत्ययः एव, तर्हि विवक्षा यत् अस्ति तथा लङ्लकारे यदि वयं वक्तुम् इच्छामः तर्हि धातुयोगः लङ् इति आगच्छति. तर्हि तदनन्तरमेव विवक्षा प्रथमपुरुषे एकवचने वा बहुवचने वा आगत्य तत्र तिङ् निमित्तप्रत्ययाः आगच्छन्ति, अतः प्रथमं लकारः एव आगच्छति. अतः लकारस्य कार्यं पूर्वं भवेत् इति अत्र अस्ति. लुङ् लङ् लङ् लृङ्षु अडुदातः कारणेन तत्र अकारः वा आकारः वा अजादि वा हलादि प्रत्यय धातुः निमित्तं भवति तत्र. तर्हि प्रथमं लकारः एव आगच्छति, लकारनिमित्तकं कार्यं भवति, तदनन्तरम् एव इणोयण् कार्यं करोति. यतोहि इणोयण् अत्र इणः स्थाने यण् इति यणादेशः भवति. यदि अच्वर्णः अच्वर्णप्रत्ययः परम् अस्ति चेत्, अतः सर्वप्रथमं लकारनिमित्तक कार्यं तदर्थम् आगमः एव प्रथमम् आगच्छति, न तु यकारादेशः इति अस्ति. धन्यवादः. एतद् दृष्ट्वा अपि पुनः शङ्का आगच्छेत् यत् अस्तु आगमः लावस्थायां भवतु नाम, किन्तु आडजादीनाम् इत्यस्य अपेक्षया इणोयन् परसूत्रम्, अतः तस्य कार्यं प्रथमं स्यात्. अत्र कश्चन अतीवमहत्त्वपूर्णसिद्धान्तः आयाति. अनयोः द्वयोः मध्ये कोऽपि बाध्यबाधकभावो नास्ति. विप्रतिषेधे परं कार्यं कदा कार्यं करोति? समानकाले समानस्थले यदा द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति तदानीं विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गः. एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः आडजादीनाम् इणोयन् इत्यनयोः कार्यकालः समानो न, कार्यस्थलमपि समानं न, अतः द्वयोः विरोधो नास्ति एव. अनेन कारणेन किं पूर्वसूत्रं किं परसूत्रमिति वार्ता न आयाति एव. आडजादीनामिति लावस्थायाम्, इनोयन् इति तिङ्गवस्थायां, कालः भिन्नः, आडजादीनां च प्रथमम्. अत्र इदानीं पर्यन्तं वयं दृष्टवन्तः अत्र लावस्थायां यः कार्यं भवति तत् प्रथमं भवति, अनन्तरं तिङ्निमित्तिक अङ्गकार्यं भवति इति. परन्तु पुनः अत्र एका शङ्का आगच्छति, अत्र किमर्थं आडजादीनां अत्र आडजादीनाम् अपेक्षया इणोयन् इति परसूत्रमस्ति, अतः प्रायः इणोयन् इत्यस्य एव कार्यं प्रथमं भवेत् इति. परन्तु यदि अत्र द्रक्ष्यामः अत्र आडजादीनाम् इणोयन् मध्ये यदि बाध्यबाधकभावः भवति चेत् अत्र विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः भवितुमर्हति. तदानीमेव अत्र सूत्रं पूर्वसूत्रं वा परसूत्रं वा इत्यस्य प्रसक्तिः आगच्छति, नो चेत् तदा न भवति इति. प्रथमं विप्रतिषेधे परं कार्यम् इति इत्यस्य कार्यं सरा भवति इत्युक्ते यदि अत्र सूत्रद्वयम् अस्ति अथवा तस्मात् अधिकं, द्वयोः मध्ये अत्र किञ्चित् सङ्घर्षः भवति चेदेव. सङ्घर्षः कीदृशः सङ्घर्षः इत्युक्ते अत्र द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति चेदेव अत्र विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः भवति, नो चेत् तस्य प्रसक्तिः न भवति एव. तुल्यबलविरोधः तदानीमेव भवति यदा एकस्मिन् स्थले एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः भवति चेत्. परन्तु अत्र आडतादीनाम् इनोयन् द्वयोः मध्ये स च सङ्घर्षः न भवति. किमर्थं चेत् आडजादीनां इनोयन् द्वयोः सूत्रयोः कार्यकालः एकः न, तथा एव कार्यप्रदेशम् अपि एकं न, अतः तथा तत् तादृशविरोधः न भवति इति. अतः पूर्वसूत्रं वा परसूत्रं वा इत्यस्य प्रसक्तिः न भवति एव. आडजादीनां सूत्रं लावस्थायां कार्यं करोति, इनोयन् तु तिङ्गवस्थायाम्, अतः आडजादीनामेव प्रथमम् आगत्य कार्यं करोति इति एकवारं यदा आगमः आगतः तदा देयं यत् तस्य आगमस्य अनन्तरम् आगमनिमित्तं कार्यं यदा यथा आटश्च साक्षात् भवेत् इति नास्ति, केवलम् आगमः भवति तदा सूत्रबलात् अग्रे कार्यस्य क्रमो भवतु. तर्हि अधुना स्थितिरस्ति एवम्. प्रथमम् अस्ति अत्र यदा आगमः वा यदा आगमः प्रथमं भवति चेत् यदा आडजादीनाम् इति विषये तस्य आगमनस्य अनन्तरमेव आगमन निमित्तं कार्यं यदा वृद्धिः वा आटश्च इति सूत्रेण तद् भवति क्षम्यतां तद् न भवति साक्षात् भवेत् इति नास्ति तद् न भवति अनन्तरं प्रथमम् आगमः एव भवति अनन्तरं सूत्रबलात् किमपि कार्यम् अस्ति चेत् तद् कार्यस्य क्रमः भवति अनन्तरमेव आगमनिमित्तकार्यं भवति इति अस्ति ई योगः लङ्लकारः अत्र लङ्लकारः इति लङ्लकारः इति विवक्षायाम् आडजादीनाम् इति सूत्रेण आडागमः प्रथमं भवति इकारः अस्ति अतः आडागमः आयोगः ई योगः लङ् प्रथमं पुरुषस्य बहुवचनं इति अस्ति चेत् तिङ् आदेशः भवति जी जी ज्योन्तः इत्यनेन अन्तादेशः भवति जी स्थाने अन्ति इति प्रथमं भवति इतश्च इत्यनेन इकारस्य स्थाने यः परस्मैकृतह्रस्व इकारान्त तिङ्कृतिः तस्य अन्त्य इकारस्य लोपः अन्त् इति भवति संयोगान्तस्य लोपः इति सूत्रेण पदान्तस्य संयोगस्य अन्तिमवर्णलोपः भवति अन् इति भवति तो आयोगः ई योगः अन् इति अस्ति अनन्तरं किं भवति इति तत्र अत्र आटश्च इणोयन् द्वयो आयोगः ई योगः अन् अस्ति अतः आटश्च इणोयन् द्वयोः सूत्रयोः प्रसक्तिः तु अस्ति एव आटश्च इत्यनेन आडागमात् अचि परे पूर्वपदयोः स्थाने वृद्धिरेकादेशो भवति परन्तु इणोयन् इत्यनेन इन् धातोः यण् आदेशः भवति अजादिप्रत्यये परे द्वयोः सूत्रयोः अपि प्रसक्तिः अस्ति इदानीम् आम् यथा पूर्वम् अत्रापि तुल्यबलविरोधः नास्ति यतोहि कार्यस्थलं भिन्नम् आटश्च इत्यस्य आयोगः इति स्थलम् इनोयन् इत्यस्य ई योगः अन् इति स्थलम् ध्येयं यत् समानस्थले कार्यं न जायमानं समानकाले किन्तु समानस्थले न अतः अन्यत्रान्यत्र लब्धावकाशयोर् एकत्र प्राप्तिस्तुल्यबलविरोधः इत्यनेन तुल्यबलविरोधो न भवति अपि च समानस्थल अभावात् अपवादस्य प्रश्नः न उदेति कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशो नास्ति तदर्थं न तुल्यबलविरोधः न वा अपवादभूतत्वम् तर्हि अत्र पूर्वपरनित्यान्तरङ्गापवादानाम् अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया साक्षात् निर्णयं कर्तुं न शक्यते यदा सुब्रह्मण्यं जी इदानीम् एव उक्तवान् तत्र तुल्यबलविरोधः एव नास्ति आटश्च अपि च इणोयण् द्वयोर्मध्ये एकः तु द्वयोः कार्यक्षेत्रमपि भिन्नम् अपि च समयः अपि भिन्नम् अस्ति अपि च तत्र तुल्यबलविरोधः कदा उच्यते इत्युक्ते तत्र एकत्र प्राप्तिः भवति अपि च अन्यत्र लब्धावकाशय अवकाशः अपि भवेत् इति अत्र द्वयोर्मध्ये स्थितिः एवं नास्ति अतः अत्र तुल्यबलविरोधः नास्ति तत्र अपवादः अपि नास्ति इति तर्हि वयं पूर्वं पठितवन्तः परिभाषासूत्रं कस्य बलम् अधिकम् इति पूर्व पर नित्य अन्तरङ्ग अपवाद इति तत्सूत्र तत् सा परिभाषा उपयुज्य अत्र निर्णयं वयं कर्तुं न शक्यते एव इति. अतः अत्र नूतनसिद्धान्तः आनेतव्यः. तत् अग्रे उक्तमस्ति, किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः. इण् धातुविषयकतया प्रतिपदोक्तव्यं, प्रतिपदोक्तत्वं. व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते यत्र साक्षात् नाम्ना आह्वानं भवति. प्रतिपदम् इत्यनेन नामग्रहणम्. अस्मिन् सिद्धान्ते शीघ्रावस्थितकत्वमेव बीजम्. यथा एकछात्रः आगच्छतु इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः. आह्वयितुं वा आह्वातुम्? आह्वातुमेव शुद्धं वा? परन्तु तत् दशमगणस्य आह्वयति इति न वा? तर्हि आह्वयितुम् आह्वयितुम् इति नागच्छति वा? आह्वयति इति धातु किम् अस्ति? किन्तु आह्वातुम् इति एव रूपम्. अस्तु अस्तु, आह्वातुं शक्नुमः. चैत्र आगच्छ इत्यपि रीत्या आह्वातुं शक्नुमः. उभयत्र छात्रस्य आह्वानं कश्चन छात्रः आगच्छतु इत्यस्य अपेक्षया चैत्र आगच्छ इत्यनेन शीघ्रं प्रवृत्ति भवति. कुतः चेत् तस्य वाचकपदं प्रतिपदेन उक्तं, प्रतिपदोक्तं. छात्रत्वावाञ्छिनः यः कोऽपि छात्रः भवितुम् अर्हति. किन्तु चैत्रत्वम् आगच्छ इत्यनेन विशेषतया तस्य वाचकं यत् पदं तस्य विशिष्ट उच्चारणात् प्रतिपदोक्तं भवति. कश्चन छात्रः आगच्छतु इत्यस्य कथनेन अहं न अन्यः कश्चन छात्रः स्यात् इति शङ्का शीघ्रम् उपस्थितिं न भवति. किन्तु चैत्र आगच्छ इत्यस्य कथनेन विलम्बः न भवति, अपि तु शीघ्र उपस्थितिः एव. अत्र नूतनसिद्धान्तः एकः अस्ति इन् धातु विषये. यदा वयम् इन् धातुः इनो यण् इति वदामः चेत् तत्र इन् कृते एव अस्ति इति इन् पदस्य इन् प्रतिपदं तत्र आगच्छति. उदाहरणरूपेण अत्र यदा भवति एव वर्गे सुब्रह्मण्यः पठतु इति वदति चेत् अत्र वर्गे द्वौ सुब्रह्मण्यः स्तः, तर्हि कः पठेत् इति शङ्का भवति, अपि च शीघ्रकार्यम् अपि न भवति, किञ्चित् विलम्बः भवति. परन्तु यदा यदि भवति रामप्रिया पठतु इति वदति चेत् तत्र प्रतिपदोक्तं रूपेण शीघ्रं कार्यं भवति, रामप्रिया एव पठितुम् आगच्छति. तथैव अत्रापि कश्चन छात्रः आगच्छतु यदि वयं वदामः तत्र को वा आगत्य पठेत् इति शङ्का आगच्छति, अपि च विलम्बः अपि भवति. यदि वयं नाम्ना वयम् आह्वानं कुर्मः चेत् तत्र कार्यं शीघ्रं भवति इति. तर्हि अत्र एव तदेव शीघ्रावस्थिकत्वम् एव अत्र बीजं, लाघवत्वमपि भवति इति. आं भगिनि, इतिवत् अत्र प्रकृतौ इणोयन् इत्यनेन इण् धातोरेव यण् आदेशो विधीयते. यस्य कस्यापि यण् आदेशः इति न, किन्तु आटश्च इत्यनेन आडागमात् यस्मिन् कस्मिन्नपि अचिपरे पूर्वपरयोः वृद्धिरेकादेशो भवति. अतः प्रतिपदोक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इणो यन् इत्यस्य शीघ्रोपस्थितिः. अत्र यथा हिमाभगिनी इदानीमेव उक्तवती, यदि वयं अस्मिन् सन्दर्भे इणोयन् आटश्च द्वयोः विषये चर्चयामः. अत्र इणो एन् इत्यस्य प्रसक्तिः इन् धातोः एव भवति. आटश्च इति किञ्चित् सामान्यसूत्रमस्ति, अतः आडागमात् परे भवति इति अत्र. परन्तु द्वयोः मध्ये इणो एन् इति किञ्चित् अत्र प्रतिपद उक्तं भवति, अतः तस्य एव ग्रहणं भवति आटश्च इत्यस्य अपेक्षया. किमर्थं चेत् अत्र एतादृश अत्र तस्य सूत्रस्य उपस्थितिः शीघ्रं भवति इति. लक्षण प्रतिपादोक्तयोः प्रतिपादोक्तस्यैव ग्रहणम् इति परिभाषायाः आधारेण प्रतिपदोक्तस्य बलवत्वम् इत्युच्यते. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र, अतः अत्र तस्य समग्रप्रतिपादनं न दीयते. किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्वम्. अत्र एका परिभाषा अस्ति, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति. ग्रहणम् इत्युक्ते अत्र प्रतिपदोक्तस्यैव ग्रहणम् इत्युक्ते प्रतिपदोक्त यत् सूत्रं प्रतिपदोक्तम् अस्ति तस्य ग्रहणं भवति इति. इत्युक्ते तत् सूत्रमेव बलवत् भवति इति. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र. तत्तु प्रायः न अवगच्छामि. पूर्णतया परिभाषायाः विवरणम् अत्र न दत्तम् इति अन्यत्र पश्यामः. अस्तु भगिनि, धन्यवादः. अत्र लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणम् इत्युक्ते तस्य बलम् अधिकं, स च तत् सूत्रं बलवत् भवति इति. अत्र उदाहरणे तु आर्तश्च इति लक्षणसूत्रमस्ति, इणो एन् इति प्रतिपदोक्तसूत्रमस्ति, अतः इणो एन् इत्यस्य एव ग्रहणं भवति इति सारांशः. धन्यवादः. भगिनी पृष्टवती खलु आह्वयितुं वा आह्वातुं वा इति. अत्र महोदयस्य एकं करपत्रमस्ति, 12 व्यावहारिकी शिक्षा इति शिक्षा इति अस्ति. तत्र अत्र उक्तमस्ति, प्रतिपादितम् अस्ति, आदेश उपदेश अशीति इत्यनेन दे इति धातुः इति, श्वे इति धातुः अस्ति, आ उपसर्ग धातुः अस्ति, तर्हि एकादश स्थाने आकारादेश अत्र भवति. द्वादश वा संख्या? द्वादश, आं भगिनि, द्वादश तस्मिन् तत्र अहं पश्यामि भगिनि. आं द्वादश तत्र पश्यामि. व्यावहारिक शिक्षिका इति, व्यावहारिकी शिक्षिका इति अस्ति द्वादश. अस्तु भगिनि, अत्रापि अन्ते तु द्विचत्वारिंशत् इति बिन्दुः. अस्तु भगिनि, अत्रापि लक्षणप्रतिपदम् इति चर्चितवन्तः खलु. तत्र लक्षण इत्युक्ते वयं आतश्च अपि च इणोयण् द्वयोर् द्वयोरपि निमित्तं भवति अजादि प्रत्ययः परे अस्ति चेत्, तर्हि अजादिवर्णः अस्ति चेत् अचि परे इति एव अस्ति, तर्हि तत् लक्षणं न स्वीकरणीयं, तत् बलवत् न, अपि च प्रतिपदं यत्र भवति तदेव बलवत् भवति इति वक्तुं शक्नुमः किल भगिनि? सत्यं भगिनि, तत्र तत् निमित्तमस्ति, लक्षणमिति प्रायः निमित्तम् अपि तत्र स्वीकुर्यात् खलु. कुतः बलवत्त्वम् इति चेत् तस्य बुद्धौ शीघ्रम् उपस्थितिः भवति, अनेन प्रतिपदोक्तं सर्वथा बलवत्. यत्र अपवादः इति साक्षात् वक्तुं न शक्यते तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्त्वम् इति वदने सामर्थ्यम्. ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम्, अपवादः बाधते तद्वत् प्रतिपदोक्तमपि बाधते. कुतः इति चेत् तस्य नामग्रहणपूर्वकविधिः अस्ति, अनेन शीघ्रं प्रवृत्तिः भवति. अत्र कुतः बलवत्त्वम् इत्युक्ते आटश्च इनोयन् मध्ये तस्य बुद्धौ शीघ्रम् उपस्थितिः भवति इत्युक्ते इणोयण् इत्युक्ते इण् धातुः इति वयं स्वीकुर्मः, अतः शीघ्रम् उपस्थितिः भवति इण् धातुः विषये एव यण् आदेशः भवति इति. अनेन प्रतिपदोक्तं सर्वदा सर्वतो बलवत् तद् आटश्च इति सूत्रेण बलवत् एव प्रतिपदोक्तम् इति अत्र अस्मिन् सन्दर्भे. यत्र अपवादः इति साक्षात् अत्र तु अपवादः इति वयं साक्षात् न वक्तुं शक्यते, अतः विशिष्टरूपेण प्रतिपदोक्तत्वात् बलवत्त्वम् इति वयं वदामः. प्रतिपदोक्तमपि अपवादसदृशमेव, अपवादः बाधते तदानीमे तद्वतेव प्रतिपदोक्तमपि बाधते. तस्य नामग्रहणपूर्वकः पूर्वकविधिः अस्ति, अनेन शीघ्रं प्रवृत्तिः भवति. अतः इणोयण् इति अस्ति चेत् तस्य नामग्रहणम् इत्युक्ते इण् धातुः विषये इति विधिः अस्ति, अतः तस्य प्रवृत्तिः शीघ्रं भवति इण् धातुविषये. अतः अत्र यद्यपि इणोयन् इत्यस्य कार्यस्थलम् आटश्च इति कार्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्येत, तथापि प्रतिपदोक्तत्वस्य बलेन बाधकत्वं, तुल्यबलविरोधस्य अभावात् प्रतिपदोक्तत्वात् बाधकत्वम् इति उच्यते. तर्हि प्रतिपदोक्तत्वस्य बलत्वे इणोयन् इत्यस्य प्रतिपदोक्तत्वात् इण् धातुं गृहीत्वा यण् आदेशः विधीयते. अत्र इणोयन् इत्यस्य कार्यस्थलम् आटश्च इत्यस्य कार्यस्थलात् भिन्नम् अस्ति, अतः अपवादभूतत्वम् अत्र वक्तुं न शक्नुमः इति वयं पूर्वमेव दृष्टवन्तः. प्रतिपदोक्तत्वस्य बलेन एव अत्र बाधकत्वं भवति इणोयन् आटश्च इति सूत्रयोः मध्ये. तुल्यबलविरोधस्य अभावः अस्ति, अतः एव प्रतिपदोक्तत्वं बाधकत्वं, प्रतिपदोक्तत्वात् बाधकत्वम् इति वयम् अत्र उच्यते. प्रतिपदोक्तत्वस्य बलत्वे इणोयन् इणोयन् एव अत्र आगत्य यण् आदेशः इति कृत्वा प्रथमं कार्यं करोति. धन्यवादः हेमा भगिनी पठित्वा. क्षम्यतां हेमा भगिनीम्, अहं तु यत् करपत्रे यत् महोदयेन ह्यः पाठितं तदेव मयापि ज्ञायते किमर्थम् इति. एते सर्वे तु नूतनविषयाः सन्ति, पूर्वम् एतत् सर्वं न आसीत् करपत्रे, नूतनतया महोदय योजितवान्. पूर्वम् अहमपि सम्यक्तया कृते पठितवती इत्यपि वक्तुं शक्नोमि. पूर्वस्मिन् करपत्रे भिन्नः सिद्धान्तः दत्तमस्ति खलु भगिनि. अत्र महोदयः चिन्तितवान् अत्र अन्तरङ्गबहिरङ्गत्वात् इनोयन् अन्तरङ्गसूत्रमस्ति अतः तस्य बलं भवति इति लिखितमस्ति, परन्तु इदानीं समीकृतवान् प्रायः. बहु किमपि पाठयति महोदय नूतनवर्गे, गतवासरवर्गे तु यत् पूर्वम् अस्मान् पाठितवान् तथापि अधिकतया पाठयति, समयम् अपि स्वीकृत्य पाठयति. बहवः प्रश्नाः अपि आगच्छन्ति इति मन्ये. मम अपि संशयः अस्ति भगिनि, सम्यक्तया न वक्तुं शक्नोमि इति क्षमायते. दुष्करः एव अस्ति, तस्य नूतनविषयः अस्ति, किञ्चित् बृहत् महान् विषयः अस्ति इति मन्ये. महोदयेन अत्र उक्तं खलु, पूर्णतया न प्रकाशितम् अत्र साराक्षरूपेण प्रस्तमस्ति. अस्तु भगिनि. आहत्य ईयोगः लङ्लकारः आडजादीनाम् इत्यनेन आडागमः, तर्हि आयोगः ईयोगः लङ् तिङ् आदेशः च प्रथमपुरुषस्य बहुवचने सिद्धतिङ् प्रत्ययः अन् आयोगः ईयोगः अन् इणोयन् इत्यनेन यणादेशः, तर्हि आयोगः य यकारः योगः अन् आटश्च इत्यस्य अधुना प्रसङ्गः नास्ति, तर्हि रूपमागच्छति आयन् इति. इदमेव अत्र प्रतिपादितमस्ति. ई धातोः लङ्लकाररूपे प्रथमम् आगमकार्यमागच्छति, तर्हि आडजादीनां प्रथमम् आगच्छति, अतः आयोगः ईयोगः लङ् इति भवति लङ्लकारस्य निमित्तं प्रथमकार्यं. तदनन्तरं तिङ् निमित्ति प्रत्ययः आगच्छति. यदि वयं प्रथमपुरुषबहुवचने लङ्लकारे वक्तुम् इच्छामः चेत् तर्हि तत्र अन् इति सिद्धतिङ् प्रत्ययः अस्ति, तर्हि आयोगः ईयोगः अन्. इदानीमेव दृष्टवन्तः इणोयन् सूत्रं बलवत् इति, तर्हि इकारस्य स्थाने यकारः आगत्य तत्र आयोगः यकारः योगः अन् आयन् इति रूपम् आगच्छति, यतोहि आटश्च तस्य कार्यं प्रथमं न भवति. यद्यपि आडागमः आगच्छति तदनन्तरम् आटश्च इति कार्यं साक्षात् न भवेत् इति वयं ज्ञेयम् इति अस्ति. द्वयोः सूत्रयोर्मध्ये इणोयन् प्रथमं तदा आटश्च इत्यभविष्यत्, किन्तु तावता प्रसङ्गः प्रसङ्गो नास्ति एव आगमोत्तरस्य अचः अभावात्. हा, इदानीम् आटश्च कार्यं न करोति, यतोहि यकारः आगच्छति तत्र हल् वर्णः अस्ति, न तु अच् वर्णः इति, तर्हि तस्य अभावात् आटश्च तस्य प्रसक्तिः अपि नास्ति, कार्यमपि न भवति. अस्तु भगिनि, इति सामान्यचिन्तनं. वस्तुतः अत्र पक्षद्वयं वर्तते. एकस्मिन् पक्षे ईयोगः लङ् लावस्थायाम् आडजादीनाम् इत्यनेन आडागमः, ततः अग्रे यथोक्तम्. अपरस्मिन् पक्षे ईयोगः लङ् ईयोगः जी अन्ति अन्त् अन् इणोयन् इत्यनेन अजादौ प्रत्यये परे यणादेशः, यकारः योगः अन् असिद्धवत् तत्राभात् इत्यनेन यणादेशस्य असिद्धत्वात् अजादित्वम् आश्रित्य आडजादीनाम् इत्यनेन आडागमः. आयोगः यकारः योगः अन् आटश्च इत्यस्य अधुना प्रसङ्गः नास्ति, आयन् इति रूपम् आगच्छति. अत्र पुनः एक नूतनसूत्रम् आगच्छति. वयं यत् पूर्वं दृष्टवन्तः तत्तु सामान्यविषयः अस्ति, सामान्यचिन्तनम्. अत्र कार्यं रूपद्वयम् आगन्तुं शक्नोति, आयन् वा अयन् वा इति. पक्षद्वयम् अस्ति इत्युक्ते अत्र प्रथमपक्षे वयं पश्यामः चेत् प्रथमं धातुः अस्ति, लावस्थायां यदि लङ्लकारः विवक्षा अस्ति तर्हि इकारः योगः ईयोगः लङ्लकारः. आडजादीनाम् इति कारणेन ततः तत्र प्रथमम् आकारः आगच्छति, तर्हि आयोगः ईयोगः लङ्. इदमेव वयम् इदानीं दृष्टवन्तः, परन्तु तत्र रूपम् आगच्छति आयनेव. यदि वयं भिन्नरीत्या कार्यं कुर्मः चेत् तत्र अपरस्मिन् पक्षे ईयोगः लङ्लकारः प्रथमं प्रथमपुरुष बहुवचने सिद्धतिङ् प्रत्ययः अस्ति झि इति, तर्हि ईयोगः झि इति भवति. अत्र झोन्तः कारणेन अन्ति आगच्छति, तदनन्तरम् इतश्च इति कारणेन इकारः लोपः भवति, अन्त् इति भवति. तदनन्तरं संयोगान्तस्य लोपः कारणेन तकारः एव अन्तिमतकारः नकारः तकारः तु संयोगवर्णः अस्ति, तत्र तकारस्य लोपः भूत्वा अन्येव अवशिष्यते. तर्हि ईयोगः अन् इति आगच्छति. इदानीम् इणोयण् सूत्रं कार्यं करोति, तर्हि इकारस्य स्थाने यकारः आगच्छति. अचि परे अस्ति, अत्र अन् इति अस्ति, अतः इकारस्य स्थाने यकारः आगत्य इदानीं यकारः योगः अन् इति भवति. अत्र एक नूतनसूत्रम् अस्ति, अङ्गकार्यमेव अत्रापि, असिद्धवत् तत्राभात् इति. यणादेशः यत् भवति इदानीं तत् असिद्धम् इत्युक्ते तस्य कार्यं न दृश्यते एव इति मत्वा आडजादीनाम् एव इति मत्वा आडजादीनाम् आगत्य तत्र आकारः आगच्छति. आयोगः ययोगः अन् अत्र आटश्च इति कारणेन वृद्धिः न भवति, अपि च रूपं समानम् आगच्छति आयमित्येव. परन्तु सूत्रमस्ति असिद्धत्वत्राभात् इति. भगिनि, आडजादीनाम् इनोयन् इत्यनयोः कार्यम् आभीयकार्यम्, असिद्धपदत्राभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं, द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भसंज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्. असिद्धवदत्राभात् इत्यनेन षष्ठाध्याये चतुर्थपादे त्रयोविंशति इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् एषां कार्याणां नाम आभीयकार्यम्. सूत्रं स्वयं सम्पूर्णं, असिद्धवत् अत्र आभात् इति. अत्र किञ्चित् एकः नूतनविषयः अस्ति. अत्र आडजादीनाम् इणोयन् अत्र द्वितीयपक्षे प्रथमम् इणोयन् आगच्छति, अनन्तरम् आडजादीनाम् इति आगच्छति. अत्र तस्मिन् विषये किञ्चित् अत्र कथं भवति इति दत्तमस्ति. अत्र आडजादीनाम् इनोयन् द्वयोः यत् कार्यं भवति तत् कार्यमस्ति आभीयकार्यमिति. आभीयकार्यम् इत्युक्ते अत्र यदि सूत्रद्वयस्य निमित्तम् एकमेव भवति, अत्र प्रथमम् एकं सूत्रम् आगत्य कार्यं करोति, द्वितीयसूत्रं तस्य निमित्तमपि समानमस्ति चेत् प्रथमसूत्रस्य यत् कार्यं भवति तत् कार्यम् असिद्धं भवति द्वितीयसूत्रं प्रति. इत्युक्ते द्वितीयसूत्रं तस्य कार्यस्य फलितं न पश्यति इति. अतः अत्र यदि उदाहरणं द्रक्ष्यामः अत्र द्वितीयपक्षे यद् दत्तमस्ति अत्र प्रथमम् ई योगः लङ् अत्र प्रथमम् ई योगः लङ् इत्यस्य कार्यं भवति चेत् अत्र लङ् प्रथमपुरुष प्रथमपुरुष बहुवचनस्य विवक्षा अस्ति चेत् ई योगः अन् भवति. अत्र इणोयन् इत्यनेन अत्र इकारस्य स्थाने यन् आदे इन् स्थाने यन् आदेशः भवति. इत्युक्ते य योगः अन् भवति. अत्र इदानीं यः इणोयन् इति तु अत्र षष्ठाध्याये चतुर्थपादे चतुर्थपादे एक अशीति तमसूत्रमस्ति. अतः तस्य कार्यम् आभीयकार्यं भवति. इत्युक्ते अत्र आडजादीनामिति सूत्रम् अपि षष्ठाध्याये चतुर्थपादे अत्र द्वि सप्ततितमसूत्रमस्ति. एतत् सूत्रमपि अत्र असिद्धवद् अत्राभात् इति सूत्रस्य क्षेत्रं यद्भवति या परिधिः भवति तस्यां परिध्यां द्वयोः सूत्रयोः सूत्रद्वयमपि अस्ति. अतः यत् कार्यम् इणोयन् प्रथमं करोति तत् कार्यम् अत्र आडजादीनामिति न पश्यति. अतः अत्र ई अजादि अत्र ई एव पश्यति. इत्युक्ते अचि परे एव भवति तस्मिन् कृते अपि. अतः अत्र आडागमः भवति. अतः अत्र आयोगः ययोगः अन् भूत्वा आयन् इति रूपं निष्पन्नं भवति. अत्र क्षेत्रं दत्तमस्ति अत्र षष्ठाध्याये चतुर्थपादे त्रयोविंशति तमसूत्रात् आरभ्य अन्तपर्यन्तम् अत्र असिद्धवत् अत्राभात् इत्यस्य प्रसक्तिः अस्ति. अतः तस्य कार्यं भूत्वा अत्र द्वितीय सोपानं यद् दत्तम् अस्ति तस्य अपि अत्र किं तस्य अपि स्वीकर्तुं शक्नुमः तदपि स्वीकर्तुं शक्नुमः इति अत्र प्रायः सारांशः. धन्यवादः महोदय. अत्र अत्र द्वाविंशतिसूत्रात् आरभ्य एव खलु अस्मिन् सूत्रात् एव आरभ्य तदा परन्तु अत्र त्रयोविंशति इत्यस्मात् आरभ्य इति दत्तमस्ति खलु भगिनि अत्र तत्र अधिकारसूत्रमस्ति केवलम् असिद्धद्वत्राभात् इति अस्ति. तदनन्तरं ये कार्याणि त्रयोविंशतितः आरभ्य अन्तपर्यन्तं भवन्ति ते सर्वे आभीयकार्यम् इति वक्तुं शक्नुमः. तथा आं भगिनि अन् प्रत्ययम् आश्रित्य आडजादीनाम् इनोयन् इत्यनयोः कार्यं भवति. आडजादीनाम् इति सूत्रमपि इणोयन् इति सूत्रमपि षष्ठाध्यायस्य चतुर्थपादस्य द्वाविंश सूत्रमारभ्य षष्ठाध्यायस्य अन्तः इति यावत् यस्मिन् गोचरे अस्ति इति कृत्वा आडागमः अपि अनादेशः अपि आभ्यकार्यम्. यदा महोदयेन इदानीमेव उक्तवान् आडजादीनाम् इणोयण् द्वयोः सूत्रे द्वे सूत्रे अपि अन् प्रत्ययम् आश्रित्य एव कार्यं करोति आडजादीनाम् इणोयण् षष्ठ अध्यायस्य चतुर्थपादस्य द्वाविंशतिसूत्रात् आरभ्य षष्ठ अध्यायस्य अन्तपर्यन्तं तस्मिन् गोचरे तस्मिन् भागे अस्ति इति कृत्वा आडागमः अपि यणादेशः द्वयोः अपि आभीयकार्यम् इति वयं वदामः आडजादीनां सूत्रं पुस्तकं पश्यामः वा पुस्तकं पश्यामः वा षष्ठाध्याये पठामः चेत् चतुर्दश अधिक एकशतपुटे अस्ति षष्ठमाध्यायस्य चतुर्थपादम् आम् 114 पेज् नम्बर् असिद्धवत् अत्राभात् इति अस्ति असिद्धवत् इति अधिकारौ अयम् अत्र अस्ति यदि ऊर्ध्वमनुक्रमिष्यते आ षष्ट्याध्यायपरिसमाप्ते असिद्धवत् तद् वेदितव्यम् अभात् इति विषयः विषये निर्देशः तस्मिन् समानाश्रये आभीये कर्तव्ये समानाश्रयम् अभीय अभियम् असिद्धं भवति व्याश्रयं तु न भवति असिद्ध अस्याद् अधिकारस्य विषयाः क्रमेण निर्दिश्यन्ते तर्हि धस्य इति कुत्र अस्ति अस्य अन्तिमं 129 इति नम्बर् बाधिकारः इति अस्ति किन्तु भस्य इत्यस्य अधिकारः तु अन्तपर्यन्तम् अस्ति तर्हि आहत्य 23 आरभ्य अन्तपर्यन्तं भवति षष्ठमाध्याय अन्तपर्यन्तं किल षष्ठे अध्याय चतुर्थपादस्य अन्तपर्यन्तं बहूनि सूत्राणि सन्ति किल भगिनि किं किं 122 175 पर्यन्तं आभ्यकारणानि भवन्ति इति किल 120 तु सप्तम अध्याये अत्र 114 आरभ्य 119 वाचस्तव्य वास्त्व माध्वी हिरण्यानि छन्दसि इति एव अन्तिमश्लोकं क्षम्यतां सूत्रं ततः पर्यन्तं परन्तु बहूनि सूत्राणि सन्ति किल भगिनि तद् असिद्धत्व कार्यं यत्र यत्र विधिकार्यः जायते तत्र सर्वे आभीयकार्यं भवति समानाश्रितविधिकार्यमस्ति चेत् एव आभीयकार्यं भवति अस्मिन्नेव सप्ताहान्ते गतसप्ताहे गतसप्ताहान्ते वयं भानुवासरस्य वर्गे इति एतस्य भगिनी अस्ति वा पुष्पा भगिनी नाम न उक्तवती पठति वा अग्रे तैः समाप्य रामप्रिय भगिनी समाप्य भगिनि आम् आडजादीनां सूत्रमेव पठामि लुङ् लङ् लृङ्क्षु परे चेत् अजादिधातृपि अङ्गस्य आट् आगमो भवति स च अडागमः उदात्तसंज्ञकः अनुवृत्तिसहितसूत्रं अजादीनाम् अङ्गस्य आट् उदात्तः लोङ् लृङ्क्षु इति लृङ्क्षु इति अत्र आडजादीनां सूत्रं वयं पूर्वमेव दृष्टवन्तः. अजादिप्रत्ययः परे अस्ति चेत् क्षम्यताम् अजादीनाम् अङ्गस्य अङ्ग अजादि अङ्गमस्ति चेत् आट् आगमः भवति यदा लुङ् लङ् लृङ्क्षु प्रत्ययः परः अस्ति चेत्. ह्यः कियत् पर्यन्तं पठितवन्तः? अग्रिमपरिच्छेदद्वयं अन्तिमपरिच्छेदं न पठितवन्तः भगिनि अत्र प्रथमपक्षस्य इति परित्यजने इति तत् न पठितवन्तः. पुष्पा भगिनी पठति वा? इनो यन् यन् इन् धातोः यन् आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रम् इणः अङ्गस्य यन् अचि तत्तु अचिपरे इन् अङ्गस्य यन् आदेशः भवति. तर्हि अस्मिन् पक्षे लकारप्रत्ययस्य उपस्थितिः आदौ भवति तन्निमित्तकादेशाः च आदौ भवन्ति ततः परम् अजादिप्रत्ययत्वं आदाय इनो यन् इत्यनेन यन् आदेशः तस्य च असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः. तत्र लकारप्रत्ययस्य उपस्थितिः तत्पक्षे विवरणं करोति. अत्र लकारप्रत्ययस्य उपस्थितिः आदौ भवति तो वदते चेत् प्रत्ययस्य आदौ भवति उपस्थितिः आदौ भवति तत् निमित्तकादेशः च आदौ भवन्ति द्वे अपि न अत्र भिन्नरीत्या चिन्तनं जातं खलु. यत्र आडागमः तु आदौ न अभवत् केवलं लकारस्य उपस्थितिः आसीत् अनन्तरं लकारस्य स्थाने लङ्लकारदर्शयतु अत्र अन् इति प्रत्ययः आगतम् अनन्तरम् इकारस्य स्थाने यन् आदेशः अभवत् तदनन्तरमेव आसीत् यन् यन् अभवत् तर्हि यत्र यकारः अस्ति तर्हि लुङ् लुङ् लुङ्क्षु क्षम्यतां लुङ् लुङ् लुङ्क्षु किम् असिद्धत्वात् न न भगिनी किं सूत्रमस्ति लुङ् लुङ् वृक्ष अर्धातः इति एव तर्हि तेन प्रायः अकारः एव स्यात् अकारः एव स्यात् किन्तु असिद्धत्वं भवति यन् इनो यन् इति आख्यसूत्रमस्ति आडजादीनाम् इत्यस्य तर्हि आडागमः भवति इनो यन् इति यत् कार्यम् अभवत् तत् कार्यं न पश्यति आडजादीनां सूत्रं तर्हि तत् आगत्य कार्यं करोति इति भिन्नरीत्या अस्माकं चिन्तनं जातम् अत्र. अग्रे उक्तमस्ति अधुना तु पक्षद्वयं वयं दृष्टवन्तः यत्र आडागमः पूर्वमेव अभवत् इति एकं सोपानम् आसीत्, एकं चिन्तनम् आसीत्, अनन्तरम् अधुना तु आड् आडागमः अन्ते एव भवति इति द्वितीयचिन्तनं, किन्तु कः चिन्तनं सम्यक् इति अस्ति महोदय. सुब्रह्मण्यं महोदय अधुना पाठने हेमभगिनी पठितवती वा? अत्र प्रश्नः उदेति, एकवारम् आरम्भे इणो यण् इति शास्त्रम् उपस्थितं भवति चेत् तस्य असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः भवेत्, किन्तु कस्य बलेन आडागमात् प्राक् यण् आदेशः विधीयेत्? आडजादीनाम् इति दावस्थायाम् इणो यण् इति सिद्धतिङ्प्रत्ययसाधनानन्तरमेव, अपि च लावस्थायाम् आडागमः इति पक्षे असिद्धवदत्राभात् इति शास्त्रं न अपेक्षते. साक्षात् आडजादीनाम् इत्यनेन आडागमः तथा प्रतिपदोक्तत्वात् इणोयन् फलतः आयन् इति रूपम्, अतः अत्र लाघवम्, असिद्धवदत्राभात् इत्यस्य अपेक्षा एव नास्ति. तर्हि इदानीं सोपानद्वयं दृष्टवन्तः. प्रथमम् आडजादीनाम् आगमकार्यं भवति वा इणोयन् भूत्वा तदनन्तरम् असिद्धत्वात् अत्राभात् इति सूत्रेण आडागमः अनन्तरम् आयाति वा इति प्रश्नः अस्ति. अत्र पुनः वयं पूर्वं यथा चिन्तितवन्तः तथैव प्रथमं लावस्थायां कार्यमागच्छति, अतः आडजादीनाम् एव सूत्रं प्रथमं कार्यं करोति, तर्हि आयोगः ईयोगः अन् एव भवति, तदनन्तरमेव इणोयन् कार्यं करोति. फलितरूपः तु सोपानद्वये आयन् एव आगच्छन्ति, परन्तु आडजादीनां लाभस्थायाम् अस्ति इति कारणेन प्रथमम् आडजादीनाम् आगच्छति, इणोयन् ततः अनन्तरमेव कार्यं करोति इति. तर्हि असिद्धत्वत्राभात् इति सूत्रस्य अत्र प्रसक्तिः न भवति, अपेक्षा अपि नास्ति इति अस्ति. अस्तु भगिनि, तर्हि द्वितीये पक्षे कस्य बलेन आडागमात् प्राक् यण् आदेशो विधीयेत? लावस्थायाम् आडागमः इति पक्षे लाघवम् इति सत्यम्, किन्तु तथा सति असिद्धवत् अत्राभात् इत्यस्य पाठः कुतः इति प्रश्नः. आभीयपाठस्य का गतिः? इणोयन् आडजादीनाम् इति सूत्रद्वयम् आभीयशास्त्रे अन्तर्गतं, तस्य च कारणं स्यात्. इणोयन् सर्वप्रथमं न भवति चेत् किमर्थम् आभीयकार्यम् इदम्? इदमेव आभीयपाठस्य सार्थक्यम्. अत्र भाष्यकारस्य कथनमिदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि ततः परमेव आडागमः. अत्र पुनः अत्र असिद्धवत् अत्राभात् इत्यस्य समर्थनं दत्तमस्ति भगिनि. अत्र यदि पूर्वतनपरिच्छेदे यत् पठितवन्तः वयं, तथा भवति चेत् अत्र असिद्धवत् अत्राभात् इत्यस्य प्रसक्तिः एव न भवति. तदा अस्ति चेत् तथा अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः तस्य सूत्रं किं कार्यं करोति इति प्रश्नः उदेति. आभीयकार्यं यदस्ति तस्य स्थितिः तस्यां तस्याः स्थितिः का इति अपि चिन्तनमपि भवति. अतः तस्य समर्थनं नीत्वा अत्र भाष्यकारस्य कथनम् अस्ति. प्रथमं तु लकारनिमित्तकार्याणि एव भवन्ति, अनन्तरमेव अडागमः भवति इति सारांशः. तथा भवति चेदेव अत्र असिद्धवत् अत्राभात् इत्यस्य समर्थनं भवति, नो चेत् तस्य समर्थनं न भवति इति. यद्यपि यत् प्रथमसोपानमस्ति तदाधारेण किञ्चित् लाघवं भवति इति तु सत्यमेव, परन्तु द्वितीयसोपानं यदस्ति तत्तु असिद्धवतत्राभात् अपि च आभीयकार्यस्य अपि समर्थनं करोति इति. लकारनिमित्तकार्याणि इत्युक्ते तिङ्निमित्तकं वा? तथैव प्रायः अनन्तरं दत्तमस्ति भगिनि तस्य विवरणार्थं. लावस्थायां यदि वयं वदामः चेत् तत्रापि लकारस्य इत्येव अर्थं चिन्तितम्, अत्र आदौ लकारनिमित्तकार्याणि इत्युक्ते दोन्तः इति सर्वं सिद्धतिङ्प्रत्ययः एव भवन्ति. तर्हि आदौ तिङ्प्रत्ययः एव भवन्ति, न तु आगमस्य कार्यं. यद्यपि इणोयण् प्रतिपदं प्रतिपदोक्तत्वम् अस्ति तत्र, तथापि अत्र आड इणोयन् इति लकारनिमित्तकार ततः परमेव आडागमः तथैव उक्तमिति मन्ये भगिनि. लकारनिमित्तकार्यम् इत्युक्ते लकारस्य तथा वा? हा, तर्हि प्रथमम् इणोयण् भवति, हा, तदनन्तरमेव आडागमः आगच्छति. तयोः तु परसूत्रम् इनोयन् अस्ति, प्रथमसूत्रमस्ति आडजादीनम् इति अस्ति. कथनम् यत् इत्युक्ते सारांशः अत्र इनोयन् प्रथमं न आयाति, आडजादीनम् इति प्रथमम् आयाति, अनन्तरम् इनोयन् इति अस्ति खलु. परन्तु द्वितीयसोपानं यदस्ति भगिनि तस्मिन् सोपाने तु इणोयन् प्रथमम् आगच्छति, अनन्तरमेव आडजादीनाम् इति आगच्छति खलु. न भगिनि, तदेव समीचीनमस्ति अपि यदि तथा न भवति तर्हि अत्र तत्राभात् इति आभीयकार्यस्य समर्थनं न भवति खलु भगिनि. अतः एव आगमः भवति, किन्तु आटस्य इति सूत्रमेव न भवति खलु. आडागमः तु प्रथमेव भवति, आगमः भवति न, परन्तु न भगिनि, अत्र अत्र द्वितीयपक्षं यदि पश्यामः अत्र प्रथमं तु ई योगः लङ् द्वितीयपक्षमेव अत्र द्वितीयविधचिन्तनम् एतत् समीचीनं नास्ति इति अग्रे उक्तमस्ति इति मन्ये. अत्र भाष्यकार्यस्य कथनमिदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि इत्युक्ते इणोयण् ततः परमेव आडागमः इति अन्तिमपङ्क्तिम् अस्ति किल. परन्तु लकारनिमित्तकार्याणि इत्युक्ते अत्र प्रत्ययः यदागच्छति अत्र इति प्रथमम् आगच्छति इति, अन् प्रथमम् आगच्छति, अतः इणोयन् इत्यस्य कार्यं भवति इति. इणोयन् इति किं भवति चेत् अत्र प्रतिपदोक्तत्वेन तस्य बलम् अधिकं भवति इति. हा, अयमपि अंशः अस्ति, प्रथमम् आगमकार्यं भवति इति पूर्व पूर्वम् उक्तवन्तः किल, पक्षे तथा आसीत् अस्माकम् अवधानस्य निमित्त आगमः अभवत्, किन्तु सः बाधौ आकर्ष्य तद्वतं कार्यं करोति वा युनोयन् प्रथमं कार्यं करोति वा इत्यस्मिन् तत्र तु वयं दृष्टवन्तः प्रतिपदोक्तम् अस्ति युनोयन् अतः प्रतिपदोक्तं कार्यं करोति इति युनोयन् कार्यं करोति इति दृष्टवन्तः, किन्तु द्वितीयपक्षे तु आडागमः एव अनन्तरम् अन्तिमसोपानमासीत् आडागमः आडागम अन्तिमसोपानमस्ति आं भगिनि विपरीतचिन्तनमस्ति द्वितीयचिन्तनं तर्हि अग्रे महोदय किं वदति इति पश्यामः कः चिन्तनं तर्हि विरमामः वा अभवत् बहु धन्यवादः महोदय क्षम्यतां मातवती मम धन्यवादः भगिनी, शुभरात्रिः, शुभरात्रिः, धन्यवादः।